पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 167 अत्र तीर्थात्परं तीर्थं चण्डेश इति विश्रुतं यत्र चण्डेश्वरो देवो नित्यं तिष्ठति भूदिदः यं दृष्ट्वा मुच्यते पापादज्ञानादथवा कृताद् सर्वाभिर्देवताभिश्च मिलित्वा नगरं कृतं चण्डेश इति विख्यातं नाम्ना चैव महेश्वरी इति चण्डेशतीर्थम् अत्र तीर्थात्परं तीर्थं गणपत्यं ततो भुवि साभ्रमत्यां समीपे दुविख्यातं देविनिर्मितं तत्र स्नात्वा नरो देवीमुच्यते नात्र संशयः मन्ये साभ्रमदीतीरे जनानां हितकाम्यया पृथिव्यां यानि तीर्थानि सागरान्तानि यानि च तानि सर्वाणि संत्यज्य तीर्थे वै परमाद्भुते श्राद्धं करोति यस्तत्र रुद्रभक्त्या जितेन्द्रियः बलं प्राप्नोति शुद्धात्मा सर्वयज्ञसमुद्भवं पितृनुद्दिश्य यत्किञ्चिद्गणतीर्थे प्रदीयते तत्सर्वं जायते क्षिप्रं गणनाथप्रसादतः तस्मिंस्तीर्थे नरस्नात्वा वृषं विप्राय दापयेद् सर्वलोकानधिक्रम्य स गच्छेत् परमां गतिम् इति श्रीपात्मे महापुराणे उत्तरखण्डे गणतीर्थं नाम 70 षष्ट्यधिकशततमोऽध्यायः ओम्।